गतरविवासरे चुरादिगणे इति सामान्यचिन्तनं समाप्तं। तत्र मुख्यविषयमस्ति, प्रथमं तु चुरादिभ्यो णिच् इति सूत्रेण णिच् प्रत्ययः आगच्छति। तत्र प्रथमं चुर् योगः णिच् इति अस्ति, तदनन्तरं नूतनधातुः भवति चोरि, सनाद्यन्ताः धातवः इति सूत्रेण चोरि अपि धातुसंज्ञा प्राप्नोति। तदनन्तरं शप् प्रत्ययः आगत्य अग्रे सामान्यतया कार्यं भवति। तत्र नूतनसूत्राणि सन्ति कानि कानि, तत्र प्रथमम् अस्ति अचोण्णिति इति अस्ति, यत् णिच् प्रत्ययपरे अस्ति चेत् अजन्त अङ्गस्य वृद्धिः भवति, इकारः तत्र ऐ भवति, ओकारः औ भवति, ऋकारः आर् भवति इति वृद्धिः भवति। अनन्तरम् अन्यसूत्रमस्ति अत उपधाय, तत्र णिच् प्रत्ययपरे अस्ति चेत् धातोः उपधामध्ये यदि ह्रस्वाकारः अस्ति तस्य दीर्घ आकारः वृद्धिः भवति आ इति अस्ति, तर्हि पल् धातुः तत्र पालयति इति भवति। तदनन्तरम् एकं सूत्रमस्ति अर्तिः रि पुम्नौ इति, तर्हि तत्र नुयिष्मायातां पुम्नौ, तत्र अस्ति यत् आकारान्त धातुः अस्ति चेत् तस्य पुगागमो भवति, णिच् प्रत्ययपरे अस्ति, अतः तत्र ज्ञापयति इति भवति, ज्ञापयति इति अस्ति। तर्हि तत्र अन्य तर्हि एकमस्ति यत् सामान्यतया चुरादिगणीयधातवः नित्य णिजन्त सन्ति, नाम सर्वदा तत्र णिच् प्रत्ययः आगच्छति, तदनन्तरं सामान्यतया उभयपदिनः भवन्ति, अत्र परस्मैपदी अपि आत्मनेपदी अपि रूपद्वयं भवति। इदानीम् अद्य वयं केचन विशेष कानिचन विशेषकार्याणि वयं पश्यामः। तत्र प्रथमकार्यमस्ति यत् धातु अदन्त अस्ति चेत् किं भवति, नाम धातोः अन्ते ह्रस्वाकारः अस्ति चेत् किं भवति। तदनन्तरम् अस्ति कुत्रचित् णिच् इति विकल्पेन आगच्छति, कुत्रचित् केवल आत्मनेपदिनः धातवः सन्ति, ते धातवः के सन्ति इति अपि वयम् अद्य पश्यामः, तत्र विशेषकार्यः। अस्तु, तर्हि इदानीं तर्हि गतवर्गे एकः प्रश्नः आसीत् मीनामहोदयः, तत्र किञ्चित् अहं समाधानं करोमि। तत्र प्रश्नः अस्ति यत् चुर्योगः ति इति स्थितिमध्ये कथं जानीमः यत् प्रथमं णिच् आगच्छति अथवा प्रथमं शप् आगच्छति। तर्हि तत्र मया तत्र कथितमस्ति यत् प्रथमं तु णिच् आगच्छति, नास्ति चेत् अपवादः भवति, निरावकाशः भवति जुरादिभ्यो णिच्, अतः प्रथमं। परन्तु तादृशचिन्तने किमस्ति, तादृशचिन्तनं वस्तुतः समीचीनं नास्ति, यतोहि यदि वयं पश्यामः वस्तुतः णिच् शप् मध्ये विरोधः एव नास्ति, कोऽपि प्रथमम् आगच्छति चेत् अन्य अपि अनन्तरम् आगन्तुं शक्नोति। तर्हि उदाहरणं पश्यतु मीना महोदय, चुर्योगः ति, इदानीं यदि वयं प्रथमतया यदि वयं णिच् प्रत्ययस्य वयम् आगमनं कुर्मः तर्हि किं भवति, चुर् योगः णिच् योगः ति इति अस्ति। इदानीं तु वयं जानीमः यत् चुर् योगः णिच् इति प्रत्ययः इति तु धातु अस्ति, सनाद्यन्तः धातवः, ति इति सार्वधातुकप्रत्ययः अस्ति, अतः इदानीं शप् प्रत्ययस्य आगमनं भवितुं शक्नोति, तद् भवति चुर् योगः णिच् योगः शप् योगः ति। तर्हि यदि प्रथमं णिच् आगच्छति अनन्तरं शप् आगच्छति तर्हि क्रमः कथमस्ति, चुर् णिच् शप् ति इति अस्ति। अस्तु, तर्हि इदानीं यदि वयं क्रमं कुर्मः तर्हि चुर् योगः ति इदानीं प्रथम यदि वयं प्रथमतया यदि वयं शपः यदि वयं शप् आनयामः तर्हि कथं भवति, तर्हि इदानीं चुर् योगः शप् योगः ति इति स्थितिः अस्ति, तर्हि चुर् धातुः अस्ति, ति सार्वधातुकप्रत्ययः अस्ति, अतः शप् आगन्तुं शक्नोति, तर्हि चुर् योगः शप् योगः ति। इदानीं पुनः चुर् धातु अस्ति, चुर् धातु अस्ति, तदनन्तरं चुर् धातु यदा कदा चुर् धातु आगच्छति तदा चुरादिभ्यो णिच् इति सूत्रेण साक्षात् धातोः अनन्तरं णिच् अस्ति, तर्हि चुर् योगः शप् योगः ति इति स्थितिमध्ये अपि चुर् योग चुर् चुर् इति धातुतः णिच् प्रत्ययः आगति आगच्छति, तर्हि चुर् योगः णिच् योगः शप् योगः ति भवति। तर्हि किमपि करोतु, प्रथमं प्रथमतया णिच् आनयतु, प्रथमतया शप् आनयतु, क्रमः यत् अस्ति तत् चुर् णिच् शप् ति इति एव भवति, फलं समानं भवति, अतः विरोधः एव नास्ति। तर्हि विषयः कथं किम् अस्ति, यत् फलं किम् अस्ति, यत् ये द्वादश प्रत्ययाः सन्ति धातुप्रत्ययाः णिच् सण् यङ् इति, तेषाम् अन्ये तेषाम् अन्यैः प्रत्ययैः सह कदापि विरोधः न भवति, कुत्रापि विरोधः न भवति। विरोधः न भवति चेत् फलं समानं भवति, फलं समानम् अस्ति चेत् प्रश्न तथा चिन्तनं तस्य आवश्यकता नास्ति यत् प्रथमं किम् आगच्छति अनन्तरं किम् आगच्छति, समानमेव भवति। अतः अत्र प्रथमं णिच् आनयतु, प्रथमं शप् आनयतु, किमपि किमपि फले किमपि भेदः न भवति। अतः सामान्यतया जनाः वदन्ति यत् प्रथमं चुर् योगः णिच् करोतु, चुर् योगः अन्य कोऽपि धातु प्रत्ययः आनयतु येन नूतनधातोः निर्माणं भवति, चोरी अथवा किमपि अन्य, तदनन्तरम् एकवारं नूतनधातुः अस्ति तदनन्तरम् अन्य कार्यं करोतु इति जनाः सामान्यतया चिन्तयन्ति। परन्तु यदि टेक्निकलि तादृशं किमपि न करोति चेदपि भेदः न भवति इति अस्ति। अवगच्छन्ति वा सर्वे? मीना महोदय अवगच्छति वा? अन्तिमपदं समानमेव, आम् समानमेव अस्ति, चुर् योग णिच् चोरी इति भवति चोरयति तत् अवगतं, चुर् योग शप् उपधा गुणः भवति किल इदानीं, न न उपधा इति सर्वं तस्य तस्मात् पूर्वमेव णिच् आगच्छति खलु, चुर् योगः शप् योगः ति, इदानीं चुर् शप् मध्ये णिच् आगन्तुं शक्नोति खलु, तदेव प्रश्नः आसीत् किल, तदेव आगच्छति प्रथमं, प्रथमं यदि शप् अपि आगच्छति तर्हि चुर् योगः शप् योगः ति इति स्थितिमध्ये अपि तत्र चुरादिभ्यो णिच् इति सूत्रस्य कार्यं भवितुं शक्नोति, चुर् शप् शप् मध्ये णिच् आगच्छति, तस्य धातु धातुभ्यः एव विधीयते, अतः शप् मध्ये एव आगन्तव्यम् इति खलु, धातु शप् मध्ये मध्ये, यतोहि धातु धातुभ्यः एव भवति, अतः चुर् णिच् शप् इति भवितुं शक्नोति, प्रथमम् आगच्छति चेदपि चुर् णिच् शप् इति भवति, अनन्तरम् आगच्छति अपि चुर् णिच् शप् इति एव भवति अस्ति, अतः तत्र वस्तुतः तत्र क्लेशः एव नास्ति, अतः समानं फलं भवति। तर्हि आहत्य द्वादशधातुप्रत्याये सन्ति तेषां तत्र कदापि तत्र क्लेशः न भवति, विरोधः न भवति इति अस्ति। इदानीं नूतनकरपत्रम् अस्ति, चुरादिगणे विशेषधातवः इति अस्ति, तत्र मीना महोदय आरभतु। चुरादिगणे विशेषधातवः, चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टं, तानि च अचोज्ञते अत उपदायाः पुगन्तलुगूपदस्य च, इदं कार्यं सामान्यमित्युच्यते अस्मिन् गणे। पुनः चुरादिगणे बहवः हलन्तदातवः सन्ति यत्र किमपि कार्यं न अर्हति, यतः उपधायां ह्रस्वकारः अत् अपि नास्ति, लघु इक् अपि नास्ति, तानपि वयम् अपश्याम। तस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति तान् अवलोकयाम। पठामि वा अग्रे? अदन्तदातवः त्रिनवतिः दातवः, चुरादिगणे त्रिनवति दातवः अदन्ताः सन्ति, यथा कथ गृह गण क्षिप येषाम् अन्ते ह्रस्वकारः वर्तते, तस्य अकारस्य लोपः तु भवति, परन्तु उपदेशे अजन्नासिक इति सूत्रेण इति न। यतोहि येषु धातुषु स च अन्त्यः अकारः अनुनासिक नास्त्येव, अतः इमे अकाराः इत्सम्यकवर्णाः न सन्ति। तर्हि येषां धातूनां एते धातवः लौकिकरूपे एव अदन्तः सन्ति, यथा कथ गृह गण क्षिप। अत्र उपदेशे तु अस्ति अकारान्त, परन्तु लौकिकरूपे अपि अदन्त सन्ति, यतोहि अनुनासिकाः न सन्ति। अतः अत्र कथ एव अस्ति लौकिके, गृह एव अस्ति, गण एव अस्ति, क्षिप एव अस्ति। अस्तु अग्रे। तर्हि येषां धातु इत्सम्यकवर्णाः न सन्ति, तर्हि येषां धातूनाम् अन्त्यः अकारः कथम् उच्यते? चुरादिगणे धातुभ्यः निच् प्रत्ययः विधीयते, अतः एकं सूत्रमस्ति अतो लोपः, यस्य द्वारा अकारः लोपः सिद्ध्यति। अतो लोपः इति अत्र अकारः अनुनासिकः नास्ति, अतः उपदेशे अनुनासिक इति सूत्रेण इत्संज्ञा न भवति, अतः लौकिकरूपे अदन्त एव अस्ति, रूपम् अदन्त एव अस्ति, परन्तु तथापि अन्यसूत्रेण अकारस्य लोपः भवति। तत् सूत्रमस्ति अतो लोपः, नूतनसूत्रमस्ति, तत् पठामः। पठतु वा। अतो लोपः अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे, येन विधिस्तदन्तस्य इत्यनेन, अतः अङ्गस्य नाम न केवलं ह्रस्वकारः इत्यङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः, न तु अङ्गस्य। उपदेशे अनुवर्तते अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्, अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्। अनुदात्तोपदेशे वनति तनोत्यादीनाम् अनुनासिकलोपो झलिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः, अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रम्, अतः अङ्गस्य लोपः सार्व आर्धधातुके उपदेशे। किं लिखितम् अतो अत्र? अतः कथ इति अकारान्तधातु कथ गृह गण इति धातूनाम् अतः लोपः कथं भवति इति ज्ञायते अत्र। अकारः अनुनासिकः नासीत्, परन्तु किं सूत्रेण इति, येन विधिस्तदन्तस्य इत्यनेन सूत्रेण अतो लोपः इति सूत्रेण ह्रस्व अकारः आर्धधातुके परे इति अतः लोपः इति, अतः अङ्गस्य लोपः अत्र येन विधि अन्तस्य नलोन्तस्य तत्र अङ्गम् इति कुत्र भवति, कुत्र लोपः भवति, किं वर्णस्य लोपः भवति इति वर्णयते। येन विदीते अन्तस्य इत्यनेन अतः अङ्गस्य न केवलं अका ह्रस्व अकारस्य इति अलोकस्य अङ्गस्य सम्पूर्णम् अङ्गं न लोपः, प्रथमम् अङ्गस्य अन्तिमवर्णस्य एव लोपः इति. तदनन्तरं येन विधिसदन्तस्य इति परिभाषासूत्रस्य किम् का आवश्यकता? ह्रस्व अकारान्तस्य अकारान्तस्य अङ्गस्य लोपः. तर्हि सूत्रे अतः लोपः लिखितमस्ति, सूत्रे अदन्त अङ्गम् इति किमपि लिखितं नास्ति, परन्तु येन विधिसदन्तस्य अस्माभिः पूर्वमपि दृष्टम् आगत्य वदति यत् न केवलं तादृशम् अङ्गं यत् स्वयमेव साक्षात् ह्रस्व अकारः अस्ति, परं तादृशम् अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति इति. तर्हि तदनन्तरम् अलोन्त्यस्य इति परिभाषासूत्रस्य का आवश्यकता? सम्पूर्ण अङ्गस्य लोपः न, परन्तु अङ्गस्य अन्तिमवर्णस्य लोपः. सम्यक् सम्यक्. तर्हि अन्तिमवर्णस्य लोपः भवति. अस्तु, तर्हि तर्हि इदमस्ति, तर्हि अकारान्त अङ्गस्य अन्तिम अवर्णस्य लोपः भवति. कदा भवति, निमित्तं कं किम्? निमित्तम् आर्धधातुके परे, आर्धधातुके प्रत्यये परे. एकमस्ति आर्धातुकम्, अन्य किमस्ति? उपदेशे, उपदेशे आर्धधातु. उपदेश अवस्था अस्ति, नाम मूल अवस्था भवति चेदेव, तदनन्तरम् आर्धातुकप्रत्यये अस्ति चेदेव इति भवति. अत्र कथ एव उपदेशे वा? अत्र उपदेशे कथ इति धातु, कथ इति सम्पूर्णपदमेव उपदेश वा? उपदेशे अस्ति, उपदेशे अस्ति. तत्र कथ एव उपदेशे लौकिकमध्ये अपि कथ एव उपदेशे लौकिकमध्ये अपि कथ. तर्हि तत्र यतोहि अकारस्य लोपः न भवति खलु, तत्र अकारस्य लोपः उपदेशे अधुनासिक इति सूत्रेण न भवति. उपदेशे अपि धातु अस्ति कथ, कथ तत्र अन्तिम अकारः अस्ति, तत् अनुनासिक नास्ति, अतः इत् संज्ञा न भवति, परन्तु अतो लोपः इति सूत्रेण तस्य अपि लोपः. अस्तु अस्तु, तर्हि धन्यवादः महोदय. अग्रे गच्छामः, तत्र रघुपतिमहोदय अग्रे पठतु. महोदय, नित्प्रत्ययः आर्धदातुक अस्ति, अतः धातुः अदन्त चेत् अतो लोपः इत्यस्य प्रसक्तिः भवति. यथा कथायोग णिच् इदानीम् अतो लोपः इत्यनेन, इदानीं कथा इति अस्ति अकार अदन्ताङ्गमस्ति, अकार अस्ति अन्ते अङ्गस्य, णिच् प्रत्ययः इति आर्धात्कप्रत्ययः अस्ति, अतः कथ इति भवति. तथैव गृह इति अस्ति, गृहयोग णिच् गृह एव भवति. इदानीं कथ इति धातुः अस्ति, गृह इति धातुः अस्ति. अस्यां दशायां कथ धातोः उपादायम् अत् ह्रस्व इत्यस्य वृद्धिः अपि च गृहधातोः उपादायं लघु इक् गुणः इति. इदानीं कथधातोः मध्ये उपधायाम् ह्रस्व अकारस्य वृद्धिः केन सूत्रेण? ह्रस्व कथधातोः अस्ति चेत् वृद्धिः भवति, यदि अत अत उपधायाः इति सूत्रेण वृद्धिः भवेत्. न इदानीं भवति इति चिन्तयति. तदनन्तरं गृहमध्ये केन सूत्रेण गुण भवति? गृहमध्ये अपि च गृहमध्ये पुगन्तलघुपदस्य चित् सूत्रेण भवति, अर् इति भवति. तर्हि सर्वे पश्यन्ति खलु, तत्र कथमध्ये अकारस्य लोपः भूत्वा कथ भवति. इदानीम् उपधामध्ये ह्रस्व अकारः अस्ति, अतः उपधाया इति सूत्रे ह्रस्वाकारस्य दीर्घकारस्य तथैव गृहधातु मध्ये ह्रस्वरिकारः अस्ति तस्य पुगन्तलघुपदस्य च इति सूत्रेण गुणं भवति अतः रूपं काथयति गर्हयति इति भवति परन्तु रूपं काथयति इति सम्यक् अस्ति वा नास्ति लौकिकं कथयति कथयति एव अस्ति तर्हि अत उपधायति सूत्रस्य यदि कार्यं भवति तर्हि काथयति इति भवेत् काथयति उपधा मध्ये अकारः अस्ति तस्य दीर्घत्वं भवेत् काथयति परन्तु वयं जानीमः यत् तत्तु सम्यक् रूपं नास्ति कथयति अस्ति तर्हि इदानीं किमस्ति कथम् इदानीं कुत्र तु अस्माकं चिन्तने दोषः भवति यतोहि रूपं समीचीनं नास्ति परन्तु कथम् अस्ति तत्र उपधायां तु ह्रस्व अकारः अस्ति ह्रस्व अकारस्य दीर्घत्वं भवति अत उपधाया इति सूत्रेण वृद्धिं भवति तर्हि किं करणीयं तर्हि वस्तुतः अत्र अत उपधाया इति सूत्रस्य प्रसक्तिः एव नास्ति अत्र एकं मुख्यविशेष मुख्यचिन्तनम् अस्ति तद् वयम् अग्रे कुर्मः इदानीं येन चिन्तनेन वयं ज्ञातुं शक्नुमः यत् वस्तुतः अत्र अत उपधाया इति सूत्रस्य प्रसक्तिः एव नास्ति तर्हि तत् अग्रे वयं पठामः अस्तु महोदय रघुपतिमहोदय भवानेव पठतु अनयोः सूत्रयोः सूत्रयोः अस्तु इदानीम् अत उपधाय पुगन्तलघुपदः इति प्रसक्तिः अस्ति इदानीम् अनयोः सूत्रयोः प्रसक्तिः स्यात् परन्तु अनेन परिभाषासूत्रेण लोपः लुप्त अकारः इव भवति अस्तु अचपरस्मिन् पूर्वविधौ इति परिभाषासूत्रणि अच् आदेशस्थानिवत् भवति पूर्वविधौ कर्तव्ये अचः स्थाने यः आदेशः सः अच् आदेश अजादेशः यस्य स्थाने आदेशः विधीयते सः स्थानि अच् आदेशः स्थानिवत् नाम यः आदेशः अच् स्थाने विहितः सः पुनः मूल अचिव स्थानिवत् भवति पूर्वविधौ नाम सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते परस्मिन् इति निमित्तसप्तमी पूर्वविधौ इति विषयसप्तमी पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुष तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् सप्तम्यन्तं पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रम् स्थानिवत् आदेशो अनल्विधौ इत्यस्मात् स्थानिवत् आदेश इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति अस्ति पूर्वविधौ इति आशयं वदामि महोदय अच परस्मिन् पूर्वविधौ यद्यपि अत्र अचः स्थाने यः आदेशः अभवत् इति अत्र लोपः अभवत् परन्तु स्थानिवत् भवति इति अस्ति यत्र यत्र एकवारं यस्य स्थाने आदेशः विधीयते स स्थानि अचादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः अस्ति इदानीम् आदेशः लोपः इदानीम् अत्र कथा इत्यस्मिन् अकारस्य स्थाने विहितः अस्ति लोपः परन्तु अत्र स्थानिवत् भवति इति अस्ति परस्मिन् यत् कुत्र कदा भवति परस्मिन् पूर्वविधौ एकवारं तस्मिन् पूर्वविध अचषष्ट्यन्तं परस्मिन् सप्तम्यन्तं त्रिपदविधं सूत्रम् अत्र यद्यपि लोपः भवति परन्तु अस्माकं प्रक्रिया कृते आ एव इति स्थानिवत् अस्ति इति मन्तव्यम् इति अत्र सूत्रस्य आशयः परन्तु भवानेव किञ्चित् अधिकविवरणं ददातु तर्हि अत्र उदाहरणं गृहीत्वा वयं चिन्तयामः अत्र क थ इति अस्ति खलु इदानीम् अतो लोपः इति सूत्रेण अकारस्य लोपः भवति म्यूट् करोतु सर्वे अकारस्य स्थाने लोपः भवति तर्हि पश्यतु अकारस्य स्थाने लोपः भवति कथ तस्य कथ् भवति तर्हि इदानीं पश्यतु स्त हानि अस्ति, आदेशः अस्ति. आदेशः इत्युक्ते यत् कस्यापि स्थाने यत् नूतनं किमपि आगच्छति तस्य नाम आदेशः. तर्हि क थ इति मध्ये अकारस्य स्थाने लोपवर्णः लोपः आगच्छति, अतः अत्र आदेशः अस्ति लोपः. तर्हि आदेशः लोपः अस्ति. तदनन्तरमस्ति परिभाषा संज्ञा अस्ति स्थानि. स्थानि इत्युक्ते किं? यस्य स्थाने किमपि नूतनं कार्यं भवति तस्य नाम स्थानि. तर्हि अत्र कथमध्ये अन्तिम अकारः अस्ति, तस्य स्थाने लोपः भवति, अतः अत्र यत् अवर्णः अस्ति अङ्गस्य अन्ते यत् अवर्णः अस्ति तद् सः अस्ति स्थानि. तर्हि अवर्णः अस्ति स्थानि, आदेशः अस्ति लोपः. तर्हि सूत्रं किं वदति? यत् अचः स्थानिवत्, अचः आदेशः स्थानिवत्, अचः आदेशः स्थानिवत्. तर्हि किमस्ति अचः आदेशः? अच् मध्ये षष्ठी विभक्ति अस्ति. तर्हि अचः आदेशः नाम अच् वर्णस्य यः आदेशः भवति, नाम अच् वर्णस्य स्थाने यत् नूतनवर्णः नूतन किमपि कार्यं भवति सः आदेशः स्थानिवद् भवति. नाम सः आदेशः यस्य स्थाने आगच्छति तथावत् एव अस्ति. तस्य वर्ण तस्य वर्णस्य सदृशम् अस्ति. तर्हि अत्र अचः आदेशः नाम अत्र लोपः. तर्हि तस्य अत्र अस्मिन् उदाहरणे किम् अस्ति? यत् यत् लोपः अस्ति, आदेशः अस्ति लोपः, स्थानी अस्ति अच् वर्णः. तर्हि अत्र अच् वर्णस्य स्थाने नाम ह्रस्व अकारस्य स्थाने यत् आदेशः भवति नाम लोपः भवति, सः लोपः स्थानी समानम् अस्ति. नाम सः लोपः यत् ह्रस्व अकारस्य स्थाने अस्ति तस्य सदृशम् एव अस्ति. तर्हि अकारस्य स्थाने यत् लोपः भवति तद् वस्तुतः अकारसदृशम् एव अस्ति. नाम यद्यपि लोपः भवति, लोपः दृश्यते, परन्तु तत् लोपः अकार इव दृश्यते. नाम लोपः अकार इव दृश्यते. कस्य कृते दृश्यते? तर्हि तत् लिखितमस्ति परस्मिन् पूर्वविधौ. तर्हि अत्र परस्मिन् किमपि अस्ति, पूर्वविधौ किमपि अस्ति. तर्हि अत्र परस्मिन् यत् अस्ति तदस्ति निमित्तसप्तमी. नाम निमित्तसप्तमी इत्युक्ते किमपि पूर्वकार्यं भवति इति. तर्हि तत् प्रथमं तु यत् परस्मिन् तस्य अर्थं पश्यामः. यत् कार्यमस्ति, यत् विधिः अस्ति, नाम विधिः किमस्ति अत्र, कार्यं किमस्ति? अच् स्थाने आदेशः नाम ह्रस्व अकारस्थाने लोपः. सः तद् आदेशकार्यम् अनन्तरं भवेत्, परस्मिन् भवेत् इति एकमस्ति. तर्हि पूर्वविधौ, पूर्वविधौ अत्र अस्ति विषयसप्तमी. नाम पूर्वविधि यद् अस्ति तस्मिन् अत्र पूर्व विधि इत्युक्ते किम्? अच् स्थाने यत् आदेशः भवति तस्मात् पूर्वं यत् यत् कापि या कापि विधिः भवति तस्मात् पूर्वं यत् किमपि कार्यं भवति तद् पूर्वकार्यस्य कृते अच् स्थाने यत् आदेशः भवति तत् अच् इव इति. तर्हि अत्र पश्यतु कथमध्ये यदि अथ उपधाय इति सूत्रेण वयं कार्यं कुर्मः, तत्र उपधा यदि वयं कुर्मः तद् उपधा कुत्र अस्ति? क अ थ अ. तर्हि अत्र यत् उपधावर्णः अस्ति अकारः, तर्हि तत्र यत् उपधा अथ उपधाय इति विधिः अस्ति यत् येन उपधा मध्ये वृद्धिः भवति तद् कार्यम् अकारस्य स्थाने यत् लोपः भवति तस्मात् पूर्वम् अस्ति खलु. पूर्व इत्युक्ते नाट् इन् टैम् बट् इन् पोजिशन्. अत्र क अ थ अ अत्र यत् ककारान्तरम् अकारः अस्ति तस्य स्थाने अथ उपधाय कार्यं भवति खलु. तद् कार्यम् अन्तिम अकारस्य स्थाने यत् लोपः भवति तस्य आधारेण पूर्वमस्ति, पूर्व पोजिशन् मध्ये पूर्व अस्ति खलु. अतः यत् कार्यं पोजिशन् मध्ये पूर्वम् अस्ति तस्य कृते, तस्य कृते यत् उप यत् लोपः अस्ति तद् लोपः अकार इव भवति. नाम कस्मिन्नपि पदे कस्मिन्नपि शब्दे यदि परे अच् स्थाने लोपः भवति अच् स्थाने कोऽपि आदेशः भवति तर्हि तस्मात् आदेशात् पूर्वं स्थाने पूर्वं नाम पोजिशन् मध्ये पूर्वं यत्किमपि कार्यं भवितुं शक्नोति तस्याः तस्य कार्यस्य कृते अचः स्थाने यत् आदेशः भवति तत् स्थानिवत् एव भवति अतः कथमध्ये अत्र क अ थ अ इति अस्ति तर्हि अत्र यत् ककारोत्तर अकारः अस्ति ककारोत्तर यत् अकारः अस्ति तस्य तस्य कृते थकारोत्तर अनन्तरं यत् अकारः अस्ति तस्य स्थाने यत् लोपः भवति तद् लोपः वस्तुतः अवर्णस्य अवर्णसदृशम् एव अस्ति नाम ककारोत्तर अकारः यत् अस्ति तद् तत् लोपः वस्तुतः न पश्यति एव तस्य कृते तु अन्ते अकारः एव अस्ति यतोहि तद् अकारस्य स्थाने यत् लोपः अस्ति तद् पश्यति एव न इति अस्ति चेत् यदि तत् लोपः एव न पश्यति तस्य कृते यदि क अ थ अ एव अस्ति तर्हि ककारोत्तरवर्ति यत् अकारः अस्ति तत् उपधा एव न भवति खलु यदि क अ मध्ये अकारः अन्तिम अकारस्य लोपः न पश्यति एव तर्हि उपधावर्ण अ भवति एव न उपधावर्ण तु थ भवति अतः उपधावर्ण अ नास्ति अतः अत उपधाया इति सूत्रस्य कार्यमेव न भवति अतः कथ मध्ये कथ एव तिष्ठति न तु काथि भवति काथ इति भवति सर्वे अवगच्छन्ति वा आं महोदय अत्र परस्मिन् इत्युक्ते यत्र परनिमित्तिक आदेश भवति चेदेव भवति तादृश स्थितिः परनिमित्त अजादेशः अचादेशः एव पूर्वविधि कृते हानिवत् भवति अस्तु सर्वे अवगच्छन्ति वा प्रश्नः अस्ति चेत् पृच्छतु कृपया पूर्वविधिः विषये तत्र वृद्धिः न भवति तावदेव तत्र पूर्वविधौ इति अस्ति खलु तत्र वृद्धिः न भवेत् स्थानिवत् एव भवति तत्र पूर्वं यत् तिष्ठति तादृशमेव तिष्ठति न न तदेव अहं वदामि अत्र पूर्वम् इत्युक्ते अर्लियर् इत्युक्ते इन् टैम् इत्युक्ते न अहं वदामि पूर्व इत्युक्ते लोकेशन् मध्ये यत् पूर्वमस्ति तर्हि कथमध्ये यत् क अ अस्ति तत् अ तस्य वृद्धिः यत् भवति तद् लोकेशन् मध्ये क अ थ अ इति तस्मात् पूर्वमस्ति खलु थकारोत्तरवर्ति अकारस्य लोपः अस्ति तस्मात् पूर्वमस्ति पूर्वम् इत्युक्ते टैम् मध्ये न इट् डजन्ट् हेपन् बिफोर् इट् इट् इस् बिफोर् इन् लोकेशन् नाट् बिफोर् इन् टैम् तर्हि तत्र तस्य तादृशपूर्वविधि कृते अचः आदेशः स्थाने वर्तते इति तर्हि इदं किमपि न चिन्तयतु यत् पूर्व इत्युक्ते प्रथमम् अच् लोपः भवति तस्मात् पूर्वम् उपधाव दीर्घं भवति अथवा अनन्तरं तत् टैम् बिफोर् आफ्टर् नास्ति तत्र लोकेशन् मध्ये क अ थ मध्ये वर्णस्य यदि वयं क्रमं पश्यामः क अ थ अ तत् अकारः अस्ति ककारोत्तरवर्ति अकारः तत् थकारात् पूर्व तत् अन्तिम अकारस्य लोपः अस्ति तस्मात् पूर्वमस्ति खलु पोजिशन् मध्ये अतः तस्य कृते लोपः स्थानिवत् एव भवति तस्य कृते अकारस्य लोपः यद्भवति तद्वस्तुतः अकारः इव अतः सः अकारलोपं न पश्यति एव अकारलोपं न पश्यति तर्हि ककारोत्तरवर्ति अकारः उपधा न भवितुं शक्नोति यतोहि उपधा इदानीं थकारवर्णः अस्ति उपधा नास्ति अतः अत उपधा इति सूत्रस्य प्रसक्तिः एव न भवति अतः कथ तस्य कथि एव नूतनधातु भवति न तु काथि इति इदानीं सर्वे अवगच्छन्ति वा आं जि अस्तु तर्हि इदानीं हा विजया महोदय भवती एव अग्रे पठतु इत्थं च चुरादिगणे. इत्थं च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व आकारः एव. अनेन कारणेन अत उपादायाः इति सूत्रस्य दृष्ट्या कत् धातुः कत इतिवत् दृश्यते. तस्मात् उपादायां तकारः प्रतीयते, न तु ह्रस्व आकारः. अस्यां दशायां किमपि कार्यं न सम्भवति. यथा कथयोगः निच् इत्युक्ते अतो लोपः, कत् एव तिष्ठति न कात्. कत् योगः निच् अत उपादायः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म. अचः परस्मिन् पूर्वविधौ कत् धातोः कथधातोः अन्त्यः लोपः अतः इव अतीव दृश्यते. अत उपादायः इति सूत्रेण कत दृश्यते इति कारणतः उपादायाम् अधुना तकारः वर्तते, अतः वृद्धिः न भवति. तत्र अच परस्मिन् पूर्वविधौ इति सूत्रेण खत् एव तिष्ठति, तकारः वर्तते एव, तत्र वृद्धिः न भवति एव. कात् इति न वृद्धिः, कात् इति न भवति. यतोहि तत्र अत उपधाया इति यत् विधिः अस्ति, तत् लोपविधिः यत् अस्ति तस्मात् पूर्वं भवति, लोकेशन् मध्ये पूर्वम् अस्ति खलु. अतः अत उपधाया इति सूत्रं यत् विधिः अस्ति तद् कथ इति एव पश्यति, तत् लोपः न पश्यति एव. अतः कथ इति पश्यति, अतः उपधायां थकार इव पश्यति, थकार पश्यति, अतः सूत्रं कार्यमेव कर्तुं न शक्नोति, अतः वृद्धिः न भवति इति अस्ति. परन्तु पश्यतु, अचः परस्मिन् पूर्वविधौ इति यत् अचस्थाने यत् आदेशः अस्ति तत् केवलं पूर्वविधि कृते स्थानिवद् भवति, पर यत्किमपि भवति तस्य कृते नास्ति. तर्हि अत्रैव पश्यतु, कथयोगः निच् कथयोगः निच् अत्र लोपः भवति कथयोगः निच्. तर्हि एकमस्ति अथ उपधाया यत् थकारोत्तरवर्ति अकारस्य लोपः यत् अस्ति तस्मात् पूर्वविधिः अस्ति, तत् पूर्वविधिः अस्ति, अतः तत्तु कथ इति पश्यति. परन्तु कथ अनन्तरं यत्किमपि भवति नाम कथयोगः णिच् अत्र यत् कथयोगः णिच् यद् भवति, यत् इकार कथयोगः इकार इति भवति, तद् वर्णमेलनस्य कृते तु अच्छा पूर्वस्मिन् पूर्वविधौ कार्यं न करोति, यतोहि तत्तु परमस्ति खलु. कथयोगः णिच् मध्ये यत् इकार इति णिच् वर्णस्य यत् णिच् तत् इकार इति तिष्ठति, तेन सह यत् योगः भवति तद् इकारः लोपात् अनन्तरम् अस्ति खलु, पोजिशन् मध्ये अनन्तरम् अस्ति. अतः यत् परकार्यमस्ति, परविधिः अस्ति न तु पूर्वविधिः, यत् परविधिः अस्ति तस्य कृते तु अचः स्थाने यत् आदेशः भवति तत् स्थानिवत् न भवति, तत्तु आदेशः पश्यति, तत्तु अत्र लोपः पश्यति. अतः कर्थयोगः णिच् मध्ये णिच् सह यत् योगः अस्ति तस्य कृते कथ एव अस्ति, नाम तस्य कृते लोपः भवति, तस्सः लोपः पश्यति, अतः कथयोगः इ कथि इति भवति. परन्तु कथ मध्ये यत् पूर्वविधिः अस्ति नाम अत उपधाया इति यत् लोपात् पूर्वम् अस्ति तद् कथ इति एव पश्यति, तद् लोपः न पश्यति, तद् अकार अस्ति इति एव पश्यति. अतः तत्र उपधायां थकारवर्णः अस्ति, अतः अत उपधाया इति सूत्रेण कार्यं न भवति, प्रसक्तिः एव नास्ति. अतः आहत्य कथ इति मूलधातु यत् अस्ति अथवा कथ इति लौकिकधातु यत् अस्ति तस्य निजन्तरूपम् अस्ति कथि न तु काथि इति. सर्वे अवगच्छन्ति वा इदानीम्? आं जी. अस्तु विजय महोदय, भवती एव अग्रे पठतु। तत्र चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र। कत् योगः निच् इत्युक्ते कति इति, कति योगः शप् कथयति कथयते। तत्र निच् कति इति किमर्थं भवति चेत् तत्र चकारः चुटु हलन्त्यं तस्य लोपः इति सूत्रेण तत्र इ एव तिष्ठति। कति योगः ईकारः कति इति भवति, अनन्तरं शप् इति हलन्त्यं तस्य लोपः इति सूत्रेण पकारः लोपः भवति, आ एव तिष्ठति। कथयति अनन्तरं कथयते इति परस्मैपदि अनन्तरम् आत्मनेपदि इति रूपं निष्पन्नं तत्र। तावदेव, तादृशमेव तत्र गणयोगः निच् योगः गणि इति भवति, अनन्तरं शप् गणयति गणयते, शिप् योगः निच् तव इत्युक्ते तत्र शिपि इति रूपम्, अनन्तरं शप् इति विकर्णप्रत्ययं, तत्रापि क्षिपयति क्षिपयते इति रूपं निष्पन्नं परस्मैपदि अनन्तरम् आत्मनेपदि। फुट् योगः निच् पुटि इति भवति, शप् पुटयति पुटयते, अनन्तरं गृक् निच् गृहि इति भवति, शप् योजनेन तत्र अकारस्य योजनेन गृहयति गृहयते इति रूपं निष्पन्नं। सत्यं, तर्हि अत्रापि पश्यतु क्षिपयति पुटयति गृहयति, अत्रापि पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं न भवति, यतोहि पुगन्तलघुपदस्य च इति सूत्रस्य यत् कार्यमस्ति येन इकारस्य एकारः उकारस्य ओकारः ऋकारस्य अर् इति भवेत् तस्य कृते अधोलोपः इति सूत्रेण यत् लोपः भवति तत्तु लोपः न पश्यति एव, तस्य कृते तु लोपः यत् अकारस्य स्थाने आगच्छति तत् अकारस्य सदृशम् एव भवति। नाम पुगन्तलघुपदस्य च इदानीं क्षिप् पुट् गृह इति न पश्यति, अपि तु क्षिप पुट गृह यस्य अन्ते अकारः अस्ति तदेव पश्यति। तथा अस्ति चेत् ईवर्णः उवर्णः रिवर्णः उपधायां नास्ति एव, यतोहि उपधावर्ण तु अस्ति तकारः टकारः हकारः, उपधावर्ण नास्ति, अतः सूत्रस्य प्रसक्तिः एव न भवति, कार्यमपि न भवति। अतः क्षिपयति भवति न तु क्षेपयति, पुटयति भवति न तु पोटयति, गृहयति भवति न तु गर्हयति। तादृशमेव गणयति अनन्तरं कथयति, हा गणयति गणयति कथयति मध्ये अत उपधाया इति सूत्रेण उपधायाः वृद्धिः भवेत्, परन्तु न भवति अचः पूर्वस्मिन् पूर्वविधौ इति सूत्रेण, अतः कथयति गणयति न भूत्वा कथयति गणयति भवति। क्षिप् पुट् गृहमध्ये पुगन्तलघुपदस्य च इति सूत्रेण ह्रस्व इकवर्णस्य इकवर्णस्य गुणं भवेत्, परन्तु अच पुरस्मिन् पूर्वविधौ इति सूत्रेण तत् न भवति, अतः क्षेपयति पोटयति गर्हयति न भूत्वा क्षिपयति पुटयति गृहयति एव भवति इति अस्ति। अस्तु, तर्हि इदानीम् अस्तु, धन्यवादः महोदय, अग्रे पश्यामः। विधि महोदय अग्रे पठतु। प्रश्नः उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वन्ते स्थितः अत् अनुनासिको न, तर्हि किमर्थम् अतोलोपः इत्यस्य स्थाने अचो नुणिति इत्यनेन अतः वृद्धिः न स्यात्? द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः अस्ति, अपि च अचो नुणित इति परसूत्रम् अतो लोपः इत्यस्य निमित्तम् आदधातुके परे, अतः यावन्तः आदधातुकप्रत्ययाः सन्ति ते च पराः चेत् अतोलोपः इत्यस्य अवकाशः, अतः अचो नुणीति इत्यस्य परत्वात् वृद्धिः भवेत्। किं लिखितमस्ति महोदय? तत्र कथ इति धातु अस्ति, धातोः उपदेशावस्थायां अपि धातु अस्ति कतः अत्र अन्तिम अकारस्य अनुनासिकः नास्ति इत्येन अनुनासिकः लोपः भवति इति प्रसक्तिः अपि नास्ति धातु कत इति अत्र प्रश्नः किमर्थम् अतो लोपः इत्यस्य स्थाने अचो णिति इति अतः वृद्धिः न स्यात् अचोणिति सूत्रं किं वदति निति परे अचः ह्रस्व अचः वृद्धिः भवेत् अचः कुत्र अन्तिमवर्णस्य अङ्गस्य अन्तिम वर्णस्य तर्हि अत्र अलो अङ्गस्य इति सूत्रेण ह्रस्व अकारस्य नितिपरे वृद्धि ह्रस्व अकारः अच्वर्णः तर्हि अत्र कथ इति स्थिति कथ इति धातु कृते यदि अचो निति इति सूत्रेण यदि वयं कार्यं कुर्मः तर्हि रूपं कथं भवति अन्तिम अकारस्य वृद्धिः भवति खलु किमपि भवेत् वृद्धिः भवति तर्हि कथा इति किमपि भवेत् कथा तर्हि अत्र अतो लोपः कार्यं करोति चेत् कत् योगः इ भवति अचोणिति कार्यं कथा योगः इ भवति तर्हि अत्र एकस्मिन्नेव समये कार्यं भवति तर्हि कस्य प्रसक्तिः भवति महोदय वदतु परसूत्रमेव पूर्वपर नित्य तत् सूत्रं किल परन्तु अत्र तुल्यबलविरोधः अस्ति वा उभयोः सूत्रयोः अन्यत्र अवकाशः भवति वा अवकाशः अन्यत्र अवकाशः भवति किल अचोणिति इति सूत्रस्य अन्यत्र अवकाशः कुत्र भवति निति इति सूत्रस्य इति स्थाने इति स्थले अपि अत्र प्रसक्तिः अस्ति न न तु अत्रापि अस्ति तत्र परन्तु अचोणिति तत्र सर्वत्र भवति किल चोरादिगणे यत्र तर्हि अत्र अन्ते इकारः उकारः अपि अस्ति चेदपि तत्रापि तस्य प्रसक्तिः भवति नाम भवति अदन्त अङ्गस्य कृते यदि अतो लोपः कार्यं करोति यदि तर्हि अच निति इति सूत्रनिरवकाशः न भवति यतोहि तत्तु इकारान्त अङ्गस्य उकारान्त अङ्गस्य कृते कार्यं कर्तुं शक्नोति अतो लोपः तस्य अन्य अर्धधातुके परे इति सर्वत्र यत्र यत्र अर्धधातुके परे प्रसक्तिः अस्ति तत्र कार्यं करोति अतो लोपः इति सूत्रेण तर्हि निच् प्रत्ययात् भिन्नं यदि प्रत्ययः अस्ति तत्रापि तस्य अवकाशः भवति अवकाशः भवति अतः परसूत्रमेव कार्यं करोति परसूत्रं किमस्ति परसूत्रम् अचो निति इति सप्तमे अध्याये अतः अतो लोपः षष्ठ सिक्स्त् अतः परसूत्रम् अस्ति अचो निति इत्यस्य परत्वात् वृद्धिः भवेत् इति तर्हि कथ इति धातु कृते नाम अस्मिन् स्थित्याम् अस्यां स्थित्याम् अतो लोपः इति सूत्रात् अचोणिति परसूत्रमस्ति परसूत्रमस्ति अतः तेन तस्य कार्यं भवति अतः कथ योगः णिच् मध्ये कथ योगः इ इति नास्ति परन्तु कथा योगः इ इति भवेत् परन्तु किं तर्हि अग्रे पश्यामः अग्रे पठामि महोदय प्रत्युत्तरम् एवं यत् अर्धधातुके इत्यनेन विषयसप्तमी मन्यते चेत् अथो लोपः इत्यस्य कार्यं भविष्यति. आददातुके इत्यनेन परसप्तमी मन्यते चेत् परत्वात् अचोञ्ञिति इत्यनेन वृद्धिः. विषयसप्तमी नाम विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति तदा हि तेन निर्दिष्टं कार्यं सिध्यति. आर्धधातुकप्रत्ययस्य आगमनात् प्रागेव आर्धधातुके इति यदा विषयः उदेति यत् आर्धधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरकरूपेण पुरतः नास्ति केवलम् आगम्यमानः. तदानीम् अतो लोपः इत्यनेन अतः लोपो भवति. अचो नुणिति इत्यस्मिन् परसप्तमी अतः नित् प्रत्ययः शारीरकरूपेण पुरतः स्थितः चेत्येव कार्यं सेत्स्यति. अत्र बहुसङ्ख्यताविषयसप्तमी मन्यते अस्मिन् पक्षे कथयति इति रूपम्. परन्तु केचन परिगणिताः वदन्ति यत् अत्र परसप्तमी स्यात् तेषां मतेन कथयति इति रूपम्. किम् अस्ति महोदय आर्धधातुके प्रत्युत्तरम् एवं यत् आर्धधातुके इत्यनेन विषयसप्तमी आर्धधातुके इति उच्यते. तदर्थं विषयसप्तमी इति स्वीक्रियते चेत् अतो लोपक इत्यस्य कार्यं भविष्यति आर्धधातुके. आर्धधातुके इति प्रथमतया स्वीक्रियते चेत् अतो लोपककार्यं भविष्यति. आर्धधातुके इत्यनेन परसप्तमी मन्यते चेत् परत्वात् अचो नुणिति इत्यनेन वृद्धिः भवेत्. विकल्पेन वा विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति तदा हि तेन निर्दिष्टं कार्यं सिध्यति. विषयसप्तमी इत्युक्ते विचारः इत्युक्ते किं महोदय? यदा किं चर्चा आयाति चेत् तर्हि किमस्ति व्याकरणे सप्तमी तस्य सप्तमी द्विप्रकारिका अस्ति. एकमस्ति विषयसप्तमी, एकमस्ति निमित्तसप्तमी. तर्हि निमित्तसप्तमी इत्युक्ते यत् अस्माभिः बहुत्र पठितं यत्र सप्तमी विभक्ति निमित्तरूपमस्ति, नाम सप्तमी विभक्ति भवति तस्य अर्थमस्ति पूर्वकार्यं. पूर्वकार्यं तदस्ति निमित्त. इको एनचि मध्ये अचि मध्ये निमित्तकार्यं पूर्व तस्य पूर्वं कार्यं तदस्ति निमित्तसप्तमी. अन्य अस्ति विशेषसप्तमी, विषयसप्तमी इत्युक्ते विषय साधारणं यत् साधारणसप्तमी अस्ति इति मन्ये, अथवा सप्तमी तस्य विषये नाम तस्य विषये तस्य काण्टेक्स्ट् मध्ये इति आङ्ग्लभाषायां तस्य काण्टेक्स्ट् मध्ये. आर्धातुके केचन जनाः वदन्ति यत् आर्धातुके निमित्तसप्तमी अस्ति, केचन वदन्ति यत् विषयसप्तमी. तर्हि विषयसप्तमी अस्ति इत्युक्ते इन् द काण्टेक्स्ट् आफ् आर्धातुकप्रत्ययः, नाम आर्धातुकप्रत्ययस्य सन्दर्भे, आर्धातुकप्रत्ययस्य विषये, आर्धातुकप्रत्ययस्य वातावरणे. तर्हि तस्य अर्थः भवति यत् यदा आर्धातुकप्रत्ययः आगम्यमानः भवति, नाम इट् इस् अबौट् टु कम्, सः साक्षात् इदानीं पर्यन्तं नास्ति आगच्छति, परन्तु सः आगमिष्यति, तत् तस्मात् तस्य विषये एव अतो लोपः कार्यं करोति. नाम वयं जानीमः यत् आधातुकप्रत्ययः आगमिष्यति, अतः प्रत्ययात् पूर्वम् एव, प्रत्ययस्य आगमनात् पूर्वमेव कार्यं भवति. नाम कथ योगः णिच् अस्ति, ये प्रथमं केवलं कथ अस्ति, धातु अस्ति. इदानीं णिच् इति आधातुकप्रत्ययः आगम्यमानः अस्ति, नाम इदानीं साक्षात् न आगच्छति परन्तु आगमनात् पूर्वम्, आगम्यनात् पूर्वं. तर्हि विषयकर्तव्यम् इति अस्ति चेत् तस्य आगमनात् पूर्वं, यदा सः आगम्यमानः अस्ति, साक्षात् आगच्छति इति न, सः आगम्यमानः अस्ति तदा एव कार्यं करोतु इति अस्ति. अतः तदा एव कार्यं करोतु इति अस्ति चेत् णिच् प्रत्ययात् आगमनात् पूर्वम् एव अकारस्य लोपः भवति, कत् इति भवति. इदानीं कत् योगः, कत् योगः णिच् कथि इति भवति. परन्तु केचन जनाः वदन्ति यत् न, इदानीम् अत्र विषयसप्तमी इति चिन्ता चिन्तनं नास्ति, निमित्तसप्तमी अस्ति. निमित्तसप्तमी यत् सप्तमी तत्र निमित्तं भवति, निमित्तपूर्वकं भवति यदा साक्षात् तत्र प्रेजेण्ट् अस्ति, साक्षात् अस्ति, न तु आगम्यमानः अस्ति. तर्हि निमित्तसप्तमी इति अस्ति चेत् णिच् प्रत्ययः तत्र साक्षात् भवति, तत् न तु इट्स् नाट् अबौट् टु कम्, इट् इस् एक्चुलि देर्. तदा अस्ति चेत् अचोण्णिति इति परसूत्रात् कार्यं करोति. तर्हि यदि अत्र जनाः वदन्ति यत् विषयसप्तमी इति अस्ति न तु निमित्तसप्तमी, तर्हि विषयसप्तमी अस्ति चेत् प्रत्ययस्य आगमनात् पूर्वं यदा प्रत्ययः आगम्यमानः अस्ति तदैव कार्यं करोतु, तदैव कार्यं करोति. अतः अतो लोपः इति सूत्रस्य कार्यं भवति, यतोहि अतो लोपः मध्ये आर्धातुके विषयसप्तमी अस्ति परन्तु अचो णिति मध्ये निमित्तसप्तमी. तर्हि किमस्ति अचो णिति इति सूत्रं यत् अस्ति तत्र यत् णिति लिखितमस्ति खलु, णिति तत्र यत् सप्तमी अस्ति तद् निमित्तसप्तमी अस्ति, तत्र कस्यापि मतभेदः नास्ति. तर्हि अचो णिति मध्ये निमित्तसप्तमी अस्ति, तत्र वृद्धिकार्यं तदैव भवति यथा णिच् प्रत्ययः साक्षात् आगच्छति. परन्तु अतो लोप इति सूत्रे आर्धातुके अस्ति, तस्य विषये जनानां मतभेदः अस्ति. केचन वदन्ति यत् विषयसप्तमी अस्ति, केचन निमित्तसप्तमी. यदि विषयसप्तमी अस्ति चेत् आर्धातुकप्रत्ययस्य आगमनात् पूर्वं यदा सः आगम्यमानः अस्ति तदैव कार्यं करोतु. अतः कथ योगः णिच् मध्ये णिच् तस्य आगमनात् पूर्वमेव कथि कथ अतो लोपः भवति. अतः कथ योगः ई कथयति इति भवति रूपं. परन्तु केचन जनाः वदन्ति न, आर्धातुके यत् अस्ति तदपि निमित्तसप्तमी अस्ति, नाम तदपि यदा णिच् प्रत्ययः साक्षात् आगच्छति तदैव तस्य कार्यं भवेत्, न तु तत् पूर्वं. तदस्ति चेत् इदानीं अतो लोपः अचोणिति मध्ये तुल्यबन्धः अस्ति, अतः परत्वात् अचोणिति कार्यं करोति, अतः कथायति इति रूपं. तर्हि केचन जनाः ये वदन्ति ये विषयसप्तमी अस्ति तत् कथयति अस्ति, केचन जनाः ये वदन्ति निमित्तसप्तमी अस्ति वदन्ति कथायन्ति. परन्तु सामान्यतया बहुसङ्ख्यमध्ये विषयसप्तमी इति पक्षः अस्ति, सः कथयति एव रूपम् इति बहवः जनाः कथयति इति रूपमेव मन्यन्ते. इष्टरूपं तथैव लौकिकभाषायामपि कथयन्ति एव वयं पश्यामः, अतः तदेव भवति. परन्तु देर् आर् टु स्कूल्स् आफ् थाट् इति अस्ति, मेजारिटि स्कूल् ते कथयति एव भवति, परन्तु देर् आर् सम् मैनोरिटि स्कूल् ते चिन्तयन्ति कथायति इति भवेत्. परन्तु तद् अनिष्टरूपम् अस्ति खलु, तादृशरूपं नास्ति खलु. तत् मैनोरिटि स्कूल् तस्य कृते तदेव इष्टरूपम् अस्ति. भवती कस्मिंश्चित् काव्येषु वा कथयति इति आगच्छति वा? अहं न जानामि, मया तु कदापि न दृष्टं. न तु अनिष्टरूपमेव किल. तदेव इष्टम् अनिष्टम् इति जनानां मतानुसारम् अस्ति खलु. वयम् अस्माभिः बहु आसक्तिः न कुत्रचित् अपि नास्ति चेत् तस्य उपयोगं न भवति किल. तर्हि द एक्सेप्टेबल् रूप् यथा अहं चिन्तयामि बै द मेजारिटि इस् कथयति मैनोरिटि कथयन्ति करोति तदेव तत् डिपेण्ड्स् आन् द स्कूल् परन्तु मेजारिटि स्कूल् चेत् कथयति सो कथयति इस् टेकन् टु बि द करेक्ट् अग्रे सर्वे आगच्छन्ति वा अत्र किमस्ति षष्टमी निमित्तसप्तमी किमस्ति सर्वे आगच्छन्ति वा प्रश्नः अस्ति चेत् पृच्छतु विजी महोदय मीना महोदय रघुपति महोदय विजया महोदय अवगच्छामि अवगच्छामि किञ्चित् पुनः पठनीयं महोदय सम्यक् न अवगतं किं प्रश्नः किमस्ति पृच्छतु न विषयसप्तमी अपि च निमित्तसप्तमी मध्ये किं तत्र भेदः किमर्थम् अचोलोप इति अचोनिति इति अचोनिति इति निमित्तसप्तमी एकवारं म्यूट् कुर्वन्तु सर्वे पुनः वदामि अचोनिति इति यत् सूत्रमस्ति तत्र यत् निति अस्ति तत्र यत् सप्तमीभक्ति अस्ति तद् निमित्तसप्तमी एव अस्ति नाम निच् प्रत्ययस्य निच् प्रत्ययस्य आगम एकवारं निच् प्रत्ययस्य आगमनं भवति तस्मात् पूर्वं कार्यं भवति तर्हि अचोनितिमध्ये निमित्तसप्तमी एव अस्ति अचोनितिसूत्रस्य कार्यं तदेव भवति यदा निच् प्रत्ययः साक्षात् तत्र आगच्छति साक्षात् अस्ति पुरतः इदानीम् अतो लोपः मध्ये आर्धातुकी अस्ति तत्र यत् सप्तमीविभक्ति अस्ति तस्य विषये जनानां भेदः मतभेदः अस्ति केचन वदन्ति आर्धातुकीमध्ये यत् सप्तमीविभक्ति अस्ति तत् विषयसप्तमी अस्ति नाम आर्धातुकप्रत्ययस्य विषये इति केचन वदन्ति यत् आर्ध निमित्तसप्तमी अस्ति नाम आर्धातुकप्रत्ययः पुरतः अस्ति तर्हि तस्मात् पूर्वं किमपि कार्यं करोति तर्हि विषयसप्तमी यत् येषां जनानां विषयसप्तमी इति भेदः अस्ति मतः अस्ति तेषां कृते किमस्ति यत् आर्धातुकस्य विषये नाम यदा आर्धातुकस्य विषयमस्ति नाम यदा आर्धातुकप्रत्यय आगम्यमानः अस्ति साक्षात् अस्ति इति न परन्तु वेन् इट् इस् अबौट् टु कम् आगम्यमानः अस्ति तदैव कार्यं करोतु ये निमित्तसप्तमी जनाः सन्ति ते वदन्ति न यदा साक्षात् आगच्छति तदैव निमित्तरूपेण किमपि पूर्वकार्यं करोतु इति तर्हि यत् आर्धातुके ये वदन्ति ये विषयसप्तमी अस्ति तेषां कृते यदा प्रत्ययः आगम्यमानः अस्ति न तु यदा साक्षात् अस्ति तर्हि यदा कथयोगः णिच् अस्ति परं प्रथमं तु कथ एव अस्ति प्रत्ययः नास्ति इदानीं णिच् प्रत्ययः आगम्यमानः अस्ति इट् इस् अबौट् टु कम् साक्षात् न अस्ति ते वदन्ति यत् विषयसप्तमी अस्ति अतः तथैव कार्यं करोतु देन् इट् इस् अबौट् टु कम् देन् इट् सेल्फ् यु हेव् टु डु द वर्क् तर्हि अत्र केवलम् अतो लोपः इति एव कार्यं कर्तुं शक्नोति अत्र तु अचोनिति इति सूत्रस्य प्रसक्तिः एव नास्ति अतः अचोनिति सूत्रस्य कृते निच् प्रत्ययस्य तत्र विधानं साक्षात् भवेत् तदेव तस्य कार्यं भवति निच् प्रत्ययः आगम्यमानः इति न अपि तु निच् प्रत्ययः साक्षात् आगत्य तिष्ठति तदेव भवति अतः आगम्यमानः अस्ति तत्र साक्षात् नास्ति अतः अचोनितः इति सूत्रस्य कार्यमेव न भवति तत्र विरोधः एव नास्ति एकमेव सूत्रमस्ति अतो लोपः अतः अतो लोपः कार्यं कृत्वा कथि इति भवति परन्तु ये वदन्ति यत् न अर्धातुके मध्ये निमित्तसप्तमी अस्ति निमित्तसप्तमी इत्युक्ते साक्षात् निच् प्रत्ययः आगत्य एव कार्यं करोति तत्र वदति अस्तु साक्षात् निच् प्रत्ययः आगच्छति इदानीं निच् प्रत्ययः तिष्ठति कथ योगः णिच् इदानीं साक्षात् एकवारं यदा साक्षात् निच् प्रत्ययः आगच्छति तत्र तु सूत्रद्वयस्य प्रसक्तिः भवति अतोलोपः अपि अचोन्निति अपि यतोहि अचोनिपि निति अपि निमित्तसप्तमी अतो लोपपि निमित्तसप्तमी इदानीं तुल्यबलविरोधः अस्ति इदानीम् अस्तु तुल्यबलविरोधः अस्ति अतः परसूत्रस्य कार्यं भवति अचोनिति इति सूत्रं कार्यं करोति अतः ये निमित्तसप्तमी चिन्तयति ते वदन्ति रूपमस्ति कथायति ये चिन्तयन्ति विषयसप्तमी अस्ति ते वदन्ति रूपं कथयति बहवः जनाः मेजारिटि जनाः विजयासप्तमी इति एव मन्यन्ति, अतः यत् एक्सेप्टेबल् रूपम् अस्ति यत् वयमपि विद्यालये अपि पठामः इति तदस्ति कथयति न तु कथयति। इदानीम् अवगच्छति वा? आमाम् अवगतं स्पष्टं। विषयसप्तमी इत्यतः इत्यतः अतोलोप इत्यस्य कार्यं भवति प्रथमं भवति, अतः कथयति इति रूपं भवति। अस्तु अस्तु तर्हि इदानीम् अग्रे गच्छामः। इदानीम् अनन्तरं प्रश्नः अस्ति, अतो लोपः इति सूत्रे उपदेशे इति अस्ति खलु अनुवृत्तिमध्ये अनुवृत्तिमध्ये तत्र उपदेशे तस्य आवश्यकता का अस्ति इति वयम् अग्रे पश्यामः। पठतु। अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम्। उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि न अभविष्यत् तर्हि कासुचित् स्थितिषु अनुपदेश अवस्थायाम् इष्टं रूपं न प्राप्स्यत्। यथा भुवादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति क्विप्। अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इति किमर्थम् उक्तम् इत्यस्य उत्तरम् अनुवृत्त उपदेशे इति यदि न लिखितम् अस्ति तर्हि कासुचित् स्थितिषु कासुचित् स्थिति उपदेशे इति न लिखति चेत् उपदेश अवस्थायाम् एव अनुनासिक वर्णानां लोपः भवति। उपदेशे इति न उच्यते चेत् तस्य प्रसक्तिः अपि न भवेत् इति कारणेन कासुचित् स्थितिषु इष्टं रूपं न प्राप्यते। नाम यदि अनुपदेश अवस्थायाम् अपि यदि सूत्रं कार्यं करोति तर्हि कुत्रचित् अनिष्टरूपं भवति, तस्य उदाहरणम् अत्र लिखितमस्ति। भवादिगणे ऐ गतौ इति धातुः अत्र उपदेशे इति न उच्यते वा महोदये? उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति क्विप्। न अवगतं महोदय, क्विप् इति क्विप् प्रत्ययः अस्ति एक कोऽपि प्रत्ययः अस्ति आर्धातुकः, तर्हि अययोगः क्विप् इति स्थिति मध्ये कार्यं कथं भवति? तत्र यदि एकनिमेषः अययोगः क्विप् मध्ये यदि अतो लोपः इति सूत्र अनुपदेश अवस्थायामपि कार्यं करोति चेत् अययोगः क्विप् मध्ये इष्टरूपं न प्राप्नुमः इति तस्य कृते उदाहरणं लिखितमस्ति। पठतु अययोगः। अययोगः क्विप् अनुबन्धलोपो अययोगः इप् हलन्त्यं तस्य लोपः इति कारणेन लोपः भवति। इत्संज्ञा अकारस्य इत्संज्ञा कथं भवति महोदय? पकारस्य संज्ञा हलन्त्यं तस्य लोपः इति सूत्रेण। तदनन्तरं महोदय क्विप् इति इक् लसक्वदत्तितौ इति सूत्रेण वा महोदय? अनुनासिक इत् ओके, अतः केवलं वकारः अवशिष्यते। अययोगः लोपो व्योर्बलि इति सूत्रेण ऐ यकारः वकारः पश्यति इत्यनेन यकारः लोपः भवति लोपो व्योर्वलि इति सूत्रेण। तदनन्तरम् अयोगः इव् अतो लोपः लोपो व्योर्वलि इति सूत्रम् अवगच्छति खलु, अस्माभिः पूर्वं पठितम्। पूर्वं पठितं किमस्ति वकारः यका यकारः लोपः भवति वकारः परे न यकारवकारलोपः भवति वल् प्रत्याहारादिवर्णस्य वर्णपरे अस्ति द्योः इत्युक्ते किं व च य च तयोः द्योः षष्टीयकारस्य यकारस्य लोपः भवति कदा यदा तस्मात् साक्षात् अनन्तरं वल् प्रत्याहारस्य वर्णः तर्हि अत्र अययोगः वल् प्रत्याहारस्य वर्णः अस्ति अतः तत्र यकारस्य लोपः भवति अयोगः व इति अतो लोपः इत्यनेन अलोपः भवति ओ वेरपुक्तस्य इत्यनेन इव् अपि न कर्मशः इदानीम् अयोगः व मध्ये अतो लोपः कार्यं करोति चेत् कथं भवति अकारः लोपः भवति इव् एव अवशिष्यते अग्रे तदनन्तरम् एकसूत्रम् आगत्य इव् अपि लुप्तं भवति तर्हि किमपि नास्ति शून्यमपि दृश्यते अययोगः क्लिप् तर्हि पश्यतु अत्र अतो लोपः यत् अकारस्य लोपः करोति अत्र उपदेश अवस्थायां नास्ति खलु उपदेश अवस्थायाम् अय इति अस्ति अय अत्र परन्तु अतो लोपः इति कार्यं करोति अयोगः व मध्ये यत्र यकारस्य लोपः भवति एव अतः अयोगः व मध्ये कार्यमस्ति तत् अ उपदेश अवस्थायां नास्ति खलु तत्र मूल अवस्थायां यकारः अस्ति परन्तु अत्र यकारः नास्ति तर्हि अनुपदेश अवस्थायाम् अपि यदि अतोलोपः कार्यं करोति यदि सूत्रे उपदेशे इति अनुवृत्तिः नास्ति तर्हि अत्र अ प्लस् व मध्ये अपि अकारस्य लोपः भूत्वा केवलं व इति अवशिष्यते तदनन्तरम् एकम् अन्यं सूत्रमस्ति वेरप्रकृत्यस्य तत्र अपि वकारस्य लोपः भूत्वा किमपि न अवशिष्यते नाम अययोगः क्विप् इति तस्य किमपि रूपं न भवति परन्तु इति तु सम्यक् नास्ति खलु अतः यदि सम्यक् यदि उपदेशे इति अस्ति चेत् किं भवति महोदय उपदेशे अस्ति चेत् अकलोप इति सूत्रं कार्यमेव न करोति अत्र नाम यतोहि अयोगः व अत्र अत्र अत्र उपदेश अवस्थायां नास्ति अतः अतो लोपः कार्यमेव न कर्तुं शक्नोति तस्य तत्र प्रसक्तिः एव नास्ति अतः अकारस्य लोपः न भवितुं शक्नोति किमपि अन्यसूत्रम् आगत्य समीचीनं रूपं करोति तत् अग्रे लिखितमस्ति अग्रे पठतु अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते उपदेशे अस्ति चेत् अलोपः न भवति यतोहि अ इति उपदेश अवस्थायां नास्ति उपदेशावस्थायाम् अय अस्ति अय आम् उपदेश अवस्थायाम् अय अस्ति नाम उपदेश अवस्थायाम् अकारः अन्ते नास्ति अकारः अन्ते नास्ति अतः अतो लोपः इति कार्यमेव न करोति प्रसक्तिः एव नास्ति प्रसक्तिः एव तर्हि वस्तुतः कार्यं कथं भवति अग्रे लिखितम् अयोगयो ह्रस्वस्य पिति कृति तुक् इति एकं सूत्रम् इत्यनेन तुक् आगमः अत् योगः इव् वेरपुक्तस्य उपरि अपि दृश्यते किल इत्यनेन इव् लोपः अत् इति इष्टं रूपं प्राप्तम् ओके लोपो व्योर्वलि इति सर्वं भूत्वा अयोगः व आगच्छति इदानीम् अ इति अनुना उपदेशे नास्ति अनुपदेशे अस्ति अतः अतो लोपः इति सूत्रस्य प्रसक्तिः एव नास्ति परन्तु अन्यसूत्रम् आगच्छति ह्रस्वस्य प्रीति कृति दुःख किमपि सूत्रमस्ति तत्र किं करोति इदानीं चिन्ता न करोतु प्रीतिगृतु इति आगत्य सुखागमः भवति अत् तदनन्तरं वेदकृतस्य इति सूत्रेण व भो अपि गच्छति नाम लोपो विवरवली वेदप्रत्यस्य इति सूत्रं कार्यं करोति, परन्तु अतो लोपः इति न सूत्रं कार्यं कृत्य ह्रस्वस्य क्षिति कृते कार्यं करोति, इष्टं रूपं भवति. अतः उपदेशे तस्य आवश्यकता अस्ति. उपदेश अवस्थायां यदि अकारः अन्ते अस्ति चेदेव तस्य लोपः भवति. यदि अनुपदेश नाम किमपि कार्यं कृत्वा यदि किमपि इण्टर्मीडियेट् मध्ये अकारः यदि अन्ते अस्ति तत्र अतो लोपः कार्यं न करोति, यतोहि तत्तु उपदेशे न अपि तु अनुपदेशे. अवगच्छामि. अस्तु, तस्य प्रश्नः अस्ति वा? धन्यवादः महोदय. इष्ट अनिष्टरूपं कथं भवति पाणिने सूत्रस्य क्रमापि किल? न, इष्ट अनिष्ट वयं जानीमः खलु लौकिकभाषायां रूपं कथमस्ति, परन्तु पाणिनेः सूत्रमस्ति पूर्वमेव. न, यदा पाणिनि व्याकरणं करोति तदा भाषा आसीत्, भाषां दृष्ट्वा सः सूत्राणि करोति खलु. संस्कृतभाषा आसीत्, रूपाणि सन्ति, सर्वं किमपि अस्ति लौकिके, तद् लौकिकभाषायां संस्कृतभाषायां रूपाणि कथं भवति तस्य कृते सः सूत्राणि लिखति. प्रथमं भाषा आगच्छति न तु सूत्राणि. उत्पत्ति उत्पत्ति नास्ति, पदस्य उत्पत्ति नास्ति. अस्तु, इदानीम् अदन्त अङ्गं कार्यं कथं भवति इति अस्माभिः पठितम्. अतो लोपः इति सूत्रेण अकारस्य लोपः भवति, कथ कथि इति भूत्वा कथयति इति अस्ति. अस्तु, इदानीम् अग्रे गच्छामः. कृप् धातु, कृप् धातु सर्वदा विशेषकार्यं करोति. कृप् धातु सर्वत्र कुत्रापि यत्र कुत्रापि कृप् धातुः आगच्छति तस्य विशेषकार्यं भवति एव, तत्तु विशेषधातुः एव अस्ति. तद्वयम् अग्रे पठामः. इदानीं ओ, सुमित्रा महोदय अपि आगच्छति वा? आं महोदय, किञ्चित् विलम्बः जातः, क्षम्यतां. मदर् महोदय अपि, मदर् महोदय पठतु कृप् धातु. कृप् धातु, आं महोदय. कृपधातोः विधिः, कृपे च अवकल्कने विचारं करोति, चिन्तनं करोति. कृपो रो लः. कृप् धातोः रेपस्य लकारादेशो भवति. र इति श्रुतिसामान्यं बोध्यं. तेन यः केवलो रेपः यः च ऋकारस्थः तयोः द्वयोः अपि ग्रहणं. लः इत्यपि श्रुतिसामान्यमेव, अतः आहत्य कृप् धातोः यथा गुणादेशं कृत्वा रेफो भवति तस्य रेपस्य स्थाने लकारादेशः. पुनः कृप् धातोः ऋकारस्य यः रेफसदृश अंशः तस्य स्थाने लकारसदृश अंशादेशः भवति, नाम ऋकारस्थाने ल. सूत्रे कृपो कृपयोगः उ इति विच्छेदः. कृप् लुप्तसप्तम षष्टीकं पदम् उ षष्ट्यन्तं, रः षष्ट्यन्तं, लः प्रथमान्तम् अनेकपदमिदं सूत्रं. कृपः इत्यस्य द्विवारम् आवृत्तिः. सूत्रं स्वयं सम्पूर्णं. कृपः उः कृपः रः लः. कित् अत्र कृप् धातोः किं भवति इति लिखितमस्ति इति अत्र कृ इति रेपः कृकारः द्वौ अपि ग्रहणीयं. श्रुतिसामान्यम् इत्युक्ते किं महोदय? र इति श्रुतिसामान्यं बोध्यं. नाम नाम कृपः नाम अत्र लिखितमस्ति खलु अनुवृत्तिसहितसूत्रं कृपः उः कृपः रः कृपः उ इत्युक्ते किम् उ इत्युक्ते ऋकारस्य षष्ठीकारस्य षष्ठी एव यथा पितुः भवति पितुः भवति खलु ऋकारः अस्ति ऋकारः अस्ति अथवा कृपः रः कृपः रः नाम कृपमध्ये कृपमध्ये तस्य स्थाने अस्य स्थाने नाम नाम कृप् धातु मध्ये धातु मध्ये ऋकारः अस्ति ऋकारः अस्ति महोदय धृत्वं भवति ऋकारः अस्ति तस्य ऋकारस्य स्थाने लृ इति भवति कुत्रापि तस्य रेफः भवति तत्र रेफस्य स्थाने ल इति भवति तर्हि कृपः उः कृपः रः लः तर्हि कृपः उः कृप् धातोः यत् ऋकारः अस्ति तत्र ऋकारस्य स्थाने लृ कृप् धातोः यत् रेफः अस्ति तद् रेफः स्थाने ल् इति भवति नाम यत्र कुत्रापि र इति साउण्ड् अस्ति तद् र साउण्ड् ल इति साउण्डे तत्र आगच्छति रिप्लेस् भवति आं महोदय यत्र कृप् धातोः उपादायाः गुणः भवति कर्प् तत्र रेफस्य स्थाने लकारादेशः अतः कल्प् इति फलम् यत्र उपदा गुणो न भवति तत्र कृप् इत्यस्य ऋकारस्य स्थाने ग्लु आदेशः अतः क्लुप् इति फलम् यत्र ऋकारः अस्ति अर् भवति तत्र कल्प् यत्र ऋकारः एव तिष्ठति तत्र क्लृप् क्लृप् लटि लटि कल्पयति कल्पयते कृप् योगः निच् पुगन्तलघुपदस्य च इति सूत्रे इत्यनेन उपदायां लघु इकः गुणः कर्प् योगः इ कृपो रो लः इत्यनेन रेफस्य स्थाने लकारादेशः कल्पयोगः इ कल्पि इति धातुः कल्पि योगः शप् कल्पय इति अङ्गं कल्पययोगति कल्पयति कल्पयते इति अत्र लटिरूपं किम् इति चेत् कृप् योगः निच् अस्ति चेत् तु पुगन्तलघुपदस्य इति सूत्रेण उपदायाम् इकः गुण आरभवति अतः कर्प् इति भवति अनन्तरं कृपो रो लः इति सूत्रेण रेपः लकारादेशः भवति अतः कल्प् इति भवति अनन्तरं कल्पयोगः इ कल्पि इति धातु कल्पि योगः शप् कल्पय इति अङ्गं भवति तिगन्तरूपं कल्पयति इति भवति गुणकार्यं भवति अतः कर्प इति आगच्छति प्रथमं पुगन्तलघुपदस्य च अनन्तरं कृपोरोलः इति सूत्रेण रेफस्य लकारः भवति कर्प तस्य कल्प भवति नूतनधातुः भवति कल्पि रूपं भवति कल्पयति कल्पयते अग्रे अग्रे पलायते इति रूपम् अस्ति खलु जि एतत् अपि तादृशमेव भवति खलु पलायति मध्ये धातु पल एव अस्ति खलु अत्र कल्पयति न न पलायते इति रोलः इति सूत्रेण मया पूर्वं दृष्टं रोलः मध्ये अन्य प्रायः सूत्रमासीत् रणाङ्गणे पलायते इति आगच्छति तत्रापि रोलः इति सूत्रमेव कार्यं करोति भिन्ना आसीत् इदं सूत्रं केवलं कृप् धातु कृते अस्तु लिट्लकारे गुणनिषेधत्वात् ऋकारस्य उदाहरणम् अत्र लिट्लकारे चक्लूपे कृप् योगः ये विद्वम् अभ्यासकार्यं च चकृप्योगः ये कृपलो कृपो रो लः इत्यनेन ऋकारस्य स्थाने ल् आदेशः चक्रुयोगः ये चक्रुले चक्रुपे इति रूपम्. अतः लिट्टि लिट्लकारमध्ये गुणनिषेधः भवति, अतः क्रु एव तिष्ठति अत्र. ऋकारः कृपो रो लः इति सूत्रेण ऋकारस्य ल् आदेशः भवति, अतः चक्लु पे इति अन्तिमरूपं भवति. गुणः अस्ति चेत् लकारः भवति, गुणनिषेधः चेत् लकारः भवति महोदय. रि अस्ति चेत् ऋ, ऋ अस्ति चेत् ल्. अस्तु, तर्हि सर्वत्र भवति, सर्वत्र भवति, कुत्र सर्वदा कृप् तस्य कल्प कृप् अत्र रेफर् लकारः इति भवति. तर्हि इदानीं प्रश्नः उदेति खलु, यदि सर्वदा भवति तर्हि कथं मूलधातु एव कल्प अथवा कल्रिप् इति किमपि न करोति, किमर्थं मूलधातु मध्ये रि इति आगच्छति? तस्य निवारणम् अग्रे अस्ति, पठतु महोदय. प्रश्नः उदेति, यदि रेफस्य स्थाने लकारस्तु भवति एव तर्हि किमर्थं मूलधातौ उपदेशावस्थायां क्लुप् न स्यात्? उत्तरम् अस्ति यत् वेदे तस्य ऋकारस्य महत्त्वं वर्तते. वेदे उच्चारणार्थं प्रत्येकं स्वरस्य विशिष्टम् इगन्तिकम् अतः इङ्गितम् अतः वेदे अयं धातुः ऋ ऋतूपदा उपधातुः भवेत्. वेदे तस्य महत्त्वमस्ति, वेदे तस्य ऋकारस्य महत्त्वमस्ति, वेदमध्ये रि एव अवशिष्यति आगच्छति तत्र नास्ति. परन्तु लौकिकसंस्कृते यत् भाषायां सर्वदा ऋकारस्य स्थाने लकारः एव भवति इति वार्ता अस्ति. तर्हि वेदे तस्य महत्त्वमस्ति, अतः उपदेशे कृप् इति अस्ति. यतोहि पाणिनि अष्टाध्यायी केवलं लौकिकभाषा कृते नास्ति खलु, अपि तु वेदभाषा कृते अपि अस्ति. अतः उपदेशे तेन कृप् स्थापितं, यतोहि वेदे ऋकारस्य महत्त्वमस्ति. परन्तु अस्मान् कृते तत्र वेदस्य तत्र ऋकारस्य महत्त्वं नास्ति लौकिके, ऋकारस्थाने लकारः एव आगच्छति. सर्वे अवगच्छन्ति वा? आम् महोदय. अस्तु, तर्हि इदानीं समयः समाप्तः, अग्रिमरविवासरे इतोपि अग्रे गच्छामः. धन्यवादः. शुभदिनम्.